नमः सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतम्. ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ऐयुन् ऋक् यङुम् अयौच् अयवरट् लण् ञमगणनं झवै घडदश् झवगडदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि. उषा भगिनि, समाससम्बन्धसूत्राणि. महोदय, तत्पुरुषः द्विगुश्चु द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थ कलह निपुणमिश्रश्लक्षणैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैः पञ्चमी वयेन अपेतापोढमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्येसंज्ञायां तद्धितार्थ उत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणविशेषेण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेन अनैं सन्महत् परम उत्तम उत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्चरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिधेनुवशा वेहद् बष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः प्रशंसा वच्नैश्च युवा खलति फलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पातो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोत्तरम् एकदेशिना एकाधिकरणे अर्धं नपुंसकात् द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिचकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिङ् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वा च. धन्यवादः. तत्पुरुषस्य अङ्गुलेः संख्याव्ययादेः अहसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोन्ह एतेभ्यः न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यश्टच् गोः अतद्धितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुणः उपमानाद् अप्राणिषु उत्तरमृगपूर्वा च सक्नः नावोद्विगोः अर्धा च खार्याः प्राचां द्वितृभ्याम् अञ्जलेः अनसन्तान्नपुंसकात् छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां धन्यवादः। अस्तु, अत्र गतवर्गे विद्याभगिनीना पूर्णसमास तत्पुरुषसमासविषये पुनरावलोकनं कृत्वा एव वर्गं चालयत् इति कृत्वा वयमपि प्रथमसूत्रात् आरभ्य सूत्रं दृष्ट्वा किम् अवगतम् अधुना तस्य विवरणं कथं दातुं शक्यते इति चिन्तयेम। कृत्वा गोमतीभगिनी न गोमतीभगिनी वक्तुं शक्यते वा? न न तु वदामि भगिनि महोदय। एकैकं सूत्रं पञ्चसूत्रस्य विवरणं ददातु। प्रथमपञ्चसूत्रस्य एकैकं सूत्रं पठित्वा तत् सूत्रं पठने से पठनेन किं भवती जानाति या किं वक्तुम् इच्छति तद् वदतु। मम समीपे नोट्स् नास्ति, सूत्राणि एव सन्ति। तदेव अहम् इच्छामि। केवलं सूत्रं दृष्ट्वा किं मनसि आगच्छति तद् वदतु। अस्तु महोदय, प्रथमं तत्पुरुषसूत्रस्य अधिकारे अस्माभिः पठितं द्वितीय श्रित अतीत तस्य पूर्वम् अस्ति तत्पुरुषः इति सूत्रं। तत्पुरुषः इति सूत्रस्य सूत्रं पठित्वा भगिनी मनसि किं ज्ञापयति इति वदतु। तत्पुरुषः इति अव्ययीभावसमास प्रत्यय अव्ययीभावसमासस्य अनन्तरम् अस्माभिः पठितं तत्पुरुषः इति द्वितीय अध्याये प्रथमपादे द्वाविंशतितमसूत्रमस्ति। तत् अधिकारसूत्रमस्ति। तस्य अधिकारः हौ फार् गोस् नौ ऐ डो नाट् रिमेम्बर् बट् दट् इस् ए अधिकारसूत्रः सूत्रम्। अनन्तरं विदुश्च इति विदुश्च अस्माभिः न पठितम्। अनन्तरं द्वितीय श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः एतैः सुबन्धपदैः द्वितीया विभक्तौ यत् सुबन्धपदम् अस्ति तत् समस्यते। उदाहरणं कृष्णं श्रितः, कृष्णम् इति द्वितीयविभक्तौ अस्ति, श्रितः इति श्रुत इति सूत्रे अस्ति, अत्र पदविधिः अपि अस्ति, अन्वयः अस्ति, अतः समासः भवितुम् अर्हति। सो प्राक्कटारसमासः इति समासं भवितुम् अर्हति। तत्पुरुषस्य अधिकारे भवति, किमर्थं चेत् तत्र कृष्णं श्रुतः उत्तरपदप्राधान्यमस्ति, अतः तत्पुरुषस्य अधिकारे तत् आगच्छति। कृष्णं श्रुतः कृष्णयोग औ योग श्रुतयोग सु इति अलौ लौकिकवि अलौकिकविग्रहवाक्यम्, अनन्तरं तत्पुरुषसमासस्य अधिकारी भवति, अतः तत्पुरुषसमासः संज्ञा भवति. अनन्तरं कृतथितसमासश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. अनन्तरं सुखोधातु प्रातिपदिकयोः इति सूत्रेण अवयवरूपेण यद् सुप्रत्ययाः सन्ति तेषां लोपः भवति, कृष्णश्रित इति भवति. अनन्तरं कृष्ण इति प्रथम द्वितीयविभक्तौ यत् पदम् उक्तं तत् पूर्वपदं भवति सूत्रेण, अतः अत्र अपि कृष्ण इति पदं पूर्वपदं भवति. उपसर्जनं पूर्वम् इति सूत्रेण तत् अग्रे आगच्छति. कृष्णश्रित इति प्रातिपदिकं भवति. अनन्तरं किमपि कार्यं नास्ति, सुप्योजनेन कृष्णश्रितः इति समस्तपदं भवति. कृष्णं श्रितः इति व्यस्तरूपं भवति. विभाषा इति अधिकारे अस्ति, अतः रूपद्वयं भवति. एतावदेव अतीत पतित गत अत्यस्त प्राप्त आपन्न एतैः शब्दैः द्वितीया एतपदं द्वितीयविभक्तौ एतपदम् उक्तं तस्य समासः भवति. भगिनि तत्र तत्पुरुषसमासस्य वैशिष्ट्यमस्ति उत्तरपदप्राधान्यम् इति कृत्वा सुप् विधानं यत कृष्णश्रिता इति प्रातिपदिकस्य सुप् विधानं भवति परवल्लिङ्गं द्वत्त तत्पुरुषयो द्वन्द्व एवं तत्पुरुषसमासे परवत् लिङ्गं भवति सम्पूर्णसमासस्य इति विषयवैशिष्ट्यमस्ति. तो पुल्लिङ्गं भवति कृष्णश्रितः इति. यदा कृष्णा इति द्रौपदी अस्ति अत्र चेत् कृष्णां श्रिता इति व्यस्तपदं सारि लौकिकरूपं भवति. तत्र कृष्णश्रिता इति भवति रूपं द्वन्द्वतत्पुरुष परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण एत परे आगच्छति, तस्य लिङ्गं भवति समस्तपदस्य. अतः कृष्णश्रुताः श्रुता स्त्रीलिङ्गे भवति, कृष्णश्रुतम् इति नपुंसकलिङ्गे भवति. अत्र अत्र एकं विषयं कृष्णा इति उक्तत्वेन तत्र स्त्रीलिङ्गं न भवति, कृष्णपूर्वपदस्य लिङ्गं न भवति सम्पूर्णसमासस्य. पर्वत्लिङ्गम् इत्युक्ते परशब्दम् यदस्ति तत्र उत्तरपदम् इत्येतं किमस्ति तस्य एव. यदा कृष्णम् इति श्रीकृष्णम् आश्रित इति पुल्लिङ्गे अस्ति आश्रितः इति विशेषणशब्दमस्ति न, तत्र विशेषणविशेषभावेन यदि पुरुषः आश्रितः भवति चेत् पुरुषः इति पुल्लिङ्गे अस्ति कृत्वा कृष्णश्रितः इति पुल्लिङ्गे भवति. यदि भगिनी कृष्णाश्रिता वक्तुम् इच्छति अहं कृष्णाश्रिता तत्र स्त्रीलिङ्गमस्ति इति कृत्वा तत्र स्त्रीलिङ्गं भवति. तत्पुरुषसमासनिर्माणानन्तरं तत्पदं विशेषणविशेष्यरूपेण तिष्ठति इति कृत्वा कृष्णश्रिता इति प्रातिपदिकस्य विशेषणरूपं सिद्ध्यर्थं सुप् योजनम् अवश्यमेव. किन्तु अवश्यं तत् किं भवति इति तदनन्तरं किं पदं भवति इति विवक्षा दृष्ट्वा एव पुल्लिङ्गं भवति वा स्त्रीलिङ्गं भवति इति वक्तुं शक्यते. यदि कृष्णं श्रिता द्रौपदी इति भवति चेत् कृष्णश्रिता इति भवति, यदि कृष्णन् चरिता गजः इति गजेन्द्रमोक्षस्य गजः अस्ति चेत् तत्र कृष्णश्रितः इति पुल्लिङ्गं भवति, यत् गजः इति पुल्लिङ्गमस्ति इति कृत्वा. उत्तमं भगिनि. गच्छतु, स्वयं केन अपि वदतु. स्वयं द्विपदं सूत्रं तत्पुरुषसमासस्य अधिकारे आगच्छति. स्वयं कृतेन, स्वयम् इति अव्ययमस्ति. स्वयम् इति अव्ययं यत् प्रत्ययान्तेन समर्थेन सुबन्तेन समस्यते. स्वयं योग प्रत्ययान्तेन शब्दः भवति. तत्र तत्पुरुषसमासः भवितुम् अर्हति. द्वितीय तत्पुरुषसमासः भवति. स्वयम् इति अव्ययमस्ति, अतः तस्य द्वितीयविभक्तौ रूपाणि न उक्तं, स्वयम् एव. उदाहरणेन स्वयं कृतः इति, कृतः इति त्वान्तरूपमस्ति, कृयोग कृतः त्वान्तरूपमस्ति. स्वयं कृतः तद् सन्धि सन्धि प्राप्तस्य अनन्तरं स्वयं कृतः इति भवति. व्यस्तरूपेण स्वयं कृतः इति भवति. महोदय, तत्रापि तत्र अनुस्वारस्य अनुस्वारस्य किं भवति? हा, अनुस्वारस्य अनन्तरं ककारः अस्ति. अनुस्वारस्य एय् परसवर्णः इति सूत्रेण ककारस्य नकारः भवति, अतः सन्धि स्वयं कृतः इति भवति. सम्यक्, तदेव समासे सन्धिनित्यः इति मनसि भवेत् सर्वदा. धन्यवादः भगिनि. अस्तु, लोहिनी भगिनि. अग्रिमसूत्रं वदति वा? कट्वाक्षेपे. कट्वाक्षेपे कट्वाशब्दः तान्तशब्देन सह समस्यते यदि क्षेपार्थे, क्षेपम् इत्यर्थे निन्द अर्थे इति चेत् खट्वाम् आरूढः खट्वारूढः इति भवति. खट्वाम् आप्लुतः खट्वाप्लुतः, अत्र निन्दार्थं भवति चेत् समासः भवति, द्वितीयतत्पुरुषसमासः भवति. सम्यक्, अग्रिमसूत्रं सामी. सामी इति पदम् अपि तान्तपदेन सह समस्यते. सामीपीतः इति, सामीपीतं सामीपीतम् एव समासः भवति. व्यस्तप्रयोगे सामीपीतम् अथवा सामीकृतं सामीकृतम् अथवा सामीकृतम् इति. सामी इत्यस्य पदस्य अर्थं अर्धं हाफ् हाफ् ड्रङ्क् हाफ् ड्रङ्क् रैट्. अत्र कालाः इति सूत्रस्य विवरणं. कालाः कालवाचनशब्दः द्वितीयान्तः शब्दाः तान्तशब्देन सह समस्यते, द्वितीयतत्पुरुषः भवति. मासपूर्व तान्तपदं किम् अस्ति? क्षम्यतां, पूर्वं न छन्दपदं न भवति. मासमतीतः, मासातीतः. संवत्सरे अतीतः, संवत्सरातीतः. संवत्सरातीतः, सम्यक्. धन्यवादः भगिनि. आं महोदय. अत्यन्तसंयोगे च, अत्यन्तसंयोगे च, अत्यन्तसंयोगे च तृतीया, नो द्वितीया, द्वितीया इति, द्वितीया इति अनुवृत्तिः भवति. द्वितीयान्तं शब्दं कालवाचिनशब्दस्य अत्यन्तसंयो अत्यन्त अत्यन्तकालाः, विदौट् एनि ग्याप्, हौ डु ऐ से देट्, अत्यन्तसंयोगे, अत्यन्तसंयोगे इत्यर्थे समासः भवति. मुहूर्तं सुखं, मुहूर्तसुखं, मुहूर्तं सुखं, मुहूर्तसुखं, मुहूर्तम् इति द्वितीयान्तं पदं. मुहूर्तसुखम् इत्यनेन अत्यन्त अत्यन्तसंयोगं सूचयति. कालाद्वनयोर् अत्यन्तिङ्ग्स् सर्वरात्रं कल्याणि, या सर्वरात्रं कल्याणि इट्स् दि उदाहरणं. अत्यन्तसंयोगे अत्र अत्यन्तसंयोग इत्युक्ते किम्? द होल् टैम् विदौट् एनि ग्याप्. ऐ मीन् ऐ डोण्ट् नो हौ टु से देट्. तत्र अनन्तरं च इति अव्ययमस्ति तत्र सूत्रे. च किं बोधयति? अहं न जानामि महोदय. कालवाचिनः च, वाट् डस् इट् से? द्वितीया भवति अत्र च इति शब्दं बोधयति. शब्दं बोधयति अत्यन्तसंयोगे द्वितीया. कालाः सुपः, सुपासः, द्विभाषा, तत्पुरुषः, समासः. शृणोतु भगिनि, तत्र द्वितीय अनुवृत्ति भवति. अत्यन्तसंयोगे इति वैशिष्ट्यमस्ति. इति पदं काला इति कालवाचिनः अत्यन्तसंयोगे द्वितीयान्तं पदं तत्पुरुषसं द्वितीया तत्पुरुषसमासः भवति इति मनसि अनुवृत्तिसहितसूत्रस्य अर्थम् आगच्छति चेत् सम्पूर्णसूत्रस्य अर्थम् एव भवति. तत् उपयुज्य किमपि शब्दं निष्पादितुम् अपि शक्यते. च इस् रेप्रसेण्टिङ्ग् द काल, कालवाचिन रैट्. Okay. So this cha stands for the kala. But here the difference between kala and atyanta samyoga cha is the difference is that that is anatyanta kala we will use only tena iti anuvritti bhavati iti krutva tena tanda padam eva kalaha iti virg bahuvachana tvat tanda padasya bhavati kin atyanta samyoga cha iti cha krutva कालाः अत्यन्तसंयोगे तेन इति अनुवृत्तिः न भवति कृत्वा कोऽपि सुबन्धेन सह कर्तुं शक्यते. सो वेन् यु सी अ सूत्र वि शुड् बि एबल् टु कोरिलेट् बिट्वीन् द प्रीवियस् सूत्रास् एण्ड् अरै. That is why the sutra is there. No, otherwise he could have, yeah, he could have given a sentence itself. Mm-hmm, mm-hmm. Right. So, yeah, atyanta sayo. कालवाचिनः द्वितीयान्तशब्दाः अत्यन्तसंयोगे इत्यस्य कालवाचिनः शब्दाः इस् वाट् इस् इण्डिकेटेड् बै द च देयर् बिकास् आफ् द कालाः हौ ऐ रिमेम्बर् द सूत्र always remember the anuvritti fully and then the sutra comes in the anuvritti. So if you can remember the anuvritti immediately with the sutra, then you know the meaning and the application will be very firm in your mind. That is the best way to study Ashtadhyayi. Not only this one, in any case, any sutra, then you should immediately go to the anuvritti sahita sutram, what is that, and then once you remember that, then all the sutras will be immediately easy for you to recollect. These are only indicators, no, atyanta samyogecha, just two words. But that doesn't mean anything unless we bring the anuvritti. Kalaha, this is anuvritti, it says that in the book, it goes up to the next sutra 29, but then it's, but I didn't know that the cha indicates that. I don't know whether you were there in that class or not, but we discussed in detail about this. Cha is the kala, it's representing the kala. Then, शृणोति वा? पश्यतु, मासम् अतीतः अतीतः इति अस्ति चेत् तत्र श्रुत अतीतपतीत कार्यं करोति वा, कालाः कार्यं करोति वा? न श्रुतातीत तदेव कार्यं करोति, अतीत इति अस्ति कृत्वा सूत्रे अतीत इति पदं द्वितीयान्तं पदेन एवम् अत्यन्तसंयोगं कीदृशं भवति इति न वक्तुं शक्यते न मासातीत इति तु मासातीत उदाहरणे कालवाचनशब्दः अस्ति अतः कालाः इत्यस्य सूत्रस्य प्रभावः भवति वा श्रुत अतीतपतीत भवति वा बिकास् टू वर्ड्स् ओन्लि एण्ड् वन् पदम् इण्डिकेट्स् काल वन् पदम् इण्डिकेट्स् फस्ट् सूत्रस्य पदम् यु विल् टेक् द सेकेण्ड् सूत्र कालातीत इति कालवाचिनशब्देन सह समस्यते इति कृत्वा कालम् अतीत मासम् अतीत न तत्र मासं मासम् इति द्वितीयान्तपदं कालाः कालवाचिनशब्दम् अस्ति कृत्वा कालातीत इति मासातीत इति सूत्र नम्बर् 28 विल् अप्लै स्पेसिफिकलि सेस् अतीत कम्स् मीन्स् I will come, like that it says. Right. Then how do we justify Parasutram Asti Adhava Anyat Kimati? Purva para Nitya Andaranga Apavadanam Uttarataram Baliyaha. So Purva Sutram Pradi Parasutram Balavad Bhavati, na? I think so, but I do not know, because in Ashtadhyayi, wherever it is, but if we take Shridha Dudhiya, Shridha Adhita Patita as an Apavada for Kala, it doesn't say it is an Apavada, no? It says that any Dudhiyantam Padam can come in the Dudhiya Shridha Patita. But if it had been restricted to Kala and Atita in the Dittatara Dittiya iti uktatve Kopi Dittiya Adda Padam Bhavidam Arhati. Right? And Kala says that... I am confused because when it says Atita, I think we have to use only the first sutra, Shrita Atita. I think so. I am not sure, sir. But let us analyze that. Now, your statement is because Atita is in Sutra Uktatvad, we have to use the Purva Sutra, right? Yes. Okay. Now, my argument, let us both argue take it in a spirit of for the clarity purpose. I am saying that Kala iti specific Kala iti Kalavachinasya Ulleka asti. So even though Atita can be anyatra labdavasam asti Atita iti padasya, right? Lekin Kala iti ta padasya sahitam only in the 28th sutra we can apply. I can also argue like this. And the second point is it is a parasutram also. So the set 2 points are there. So antarangam, bahirangam, then let us look at that. Now what is your take on that? What I'm telling is Ashrita iti uktam. So whenever Ashrita comes in the व्यस्तपदे तत्र तत्सूत्रमेव स्वीकरणीयम् एवं चेत् इफ् यु डोण्ट् यूस् आश्रिता वेर् आश्रिता विल् वर्क् ओके इफ् मासम् केन् वर्क् समेर् एल्स् आल्सो नो बोथ् हेव् चान्स् आफ़् वर्किङ्ग् समेर् एल्स् so we cannot, I mean we can go for parasutram in that case, isn't it, Usha Bhagini? Both of us are equal that Atita also has anyatra labdha avakasham, you are saying Masa also anyatra labdha avakasham, so as per the number of anyatra labdha avakasham both are equal, right? Atita can be used somewhere else. I am saying Masa can be used also somewhere else. I am also saying the same. So both of us have got two same similarity. Now, when both are similar, Purva Sutram Bhavati Va, Para Sutram Bhavati Va? In that case, whenever Anyatra Anyatra Labdhavakasha Hasti, Jai Vipratide Param Karyam, Iti Sutra. True. Right. In that case, the second Sutra Meva Baliyaha. True. Right. Right. But still, I am not somehow, these are all theoretically fine, sir. But Ashrita, iti uktam, atita, iti uktam, ataha. I feel somehow, you know, it is an internal pain, maybe wrong totally, I do not know. But I feel masa, atita, iti prathama sutra meva karyam karoti. Yeah, Karapatre udaharanam api atita is not there for Kalaha sutra. They have only showed Pramitaha and Atishritaha, Agaha Atishritaha, Muhurtaha. Atishrita, what is the meaning of Atishrita? Atita, no? But then Atita is given in the other sutra, so I was also thinking when the example was given, is it from Vitiya, Shita, Atita, Patita? But then, I guess both it can apply. That is why we have to do that analysis of But Vitiya Shita Atita Patita, that if I send in the Purushaha, right? Krishnam Ashitaha, Krishnam Atita, I don't want to say Krishna Krishnam Shitaha Purushaha. Whereas Kalaha, if I say Kalaha, Masam Atita, I guess Masam Atita Samvatsara, Masam Atita Season, Masam Atita Himaha, something like that, because it's... No, the monsoon extended by one more month, suppose if we understand that. What will you say? Masam Atita Vrishti, no? So either way, Dvitiya, this both the sutras seem to work. Both sutras have got full equal applicability. So therefore I am saying Parasutram should come. And what Gomati Bhagini says is, since it is Atita, is a specific word for specific the second word. Yeah. It should apply. Yeah. Now, they say that the Pratipatoktatvam or something like that. Right. Purvoktatva, no? Purva. No, but if it is mentioned in the sutra itself, then they say Pratipatoktatvam, something like that. Anyway, we'll check up with Vidya Bhagini what is that statement. Kalaha Atyanta Sayogecha. Okay. In the next class, we'll ask the question. Okay. Gomati Bhagini, will you ask the question or should I ask the question? One of us should ask Vidya Bhagini. I don't mind asking. Yeah, because you asked that. When Rohini said the Master Matita as example, it suddenly came to my mind. I was also thinking. Master Matita. Right. No. So okay. Right. We should ask in the class. We'll let us clarify, because that this is what is Sindhara Varga is for, no, after all. That only when we get with one, no, what we call it as Thuna Karana Nyaya. In the shake it up, yeah. Yeah, unless we shake up our doubts, we will not get established in the knowledge. So I have to thank Rohini Bhagini. Yes. Yeah, next sutra, Tritiya Tat Kridartena, Usha Bhagini. तृतीया तत् कृतार्थेन गुणवचनेन तृतीया इति प्रथमाविभक्तौ अस्ति तत्कारणात् तृतीयान्तं पदम् उपसर्जनसंज्ञा भूत्वा पूर्वप्रयोगः अस्ति तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते तृतीया तत्कृतार्थेन गुणवचनेन तृतीयान्तं पदं हेतुः अस्ति तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते लैक् शङ्कुलाखण्डः देवदत्तः इस् तत् गुणवचन देन् तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते इति धान्येन अर्थः धान्यार्थः धान्येन अर्थेन इति धनं सम्पाद्यम् इत्युच्यते अर्थशब्दस्य धनम् इत्युच्यते तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते धान्येन अर्थः धान्येन हेतुना धनं सम्पादितम् इति सूचयति धनं सम्पादि धान्यार्थः तृतीया तत्कृतार्थेन गुणवचनेन तृतीयान्तपदेन अर्थेन तृतीयान्तपदेन गुणवचनेन समस्यते तत्र तत्कृता इति पदस्य अर्थं किं तत्कृता इति तेन कृतेन इति तेन इति तृतीयान्तं पदं तत् तत्कृत तेन कृतं तृतीयान्तेन कृतं सम्यक् गोमती भगिनी यु हेड् अ डौट् नो वाट् इस् दट् चोर ताडनं वाट् इस् दट् इन् द क्लास् यु आस्ट् इट् ऐ वाण्ट् टु डिस्कस् दट् वाट् इस् द वर्ड् पुस्तके अस्ति चोरेण ताडनं कृत्वा समथिङ्ग् लैक् दट् यु सेड् I also wrote it somewhere. Okay. चोरताडन चोरताडन वाट् डिड् दि सेकेण्ड् वर्ड् इस् वर्ड् वेर् वी नीड् टु डिस्कस् द चोर चोरेण देर् इस् नो डौट् अबौट् इट् दट् इस् तृतीयान्तं पदमेव I wrote it in a very, rough book and I asked, and she said that it's a Luther. Okay. Right. Why I want to discuss that is that, see, Ludanta Padam, like Tadanam, Sahanam, Darshanam, all these things are Bhava Vachi Ludantam. Lut Pratyaya Yojanena, you get a Ludantam by like, but Anam, Iti Bhavanti, Lut. That lut yasya adesham bhavati am yuvaranakau right yuvaranakau iti iti karnena sahanam darshanam veekshanam all this comes there. That is a bhavavachi shabda, whereas gunavachana, or if you want a tvanta kthapadayana, then you have to add, there are only two pratyayas we can add for that. Either it has to be a ta pratyaya, that is kit pratyaya, ta, or it has to be a tadida pratyaya, which is ghai pratyaya. In either case, you get a visheshanam. Like, arudha, that rudha shabda, or khanda, you know, churigaya khanda, tatra, Khandaha is from the Ghai Pratyaya, whereas Patitaha, there it is Ta Pratyaya. But other than Dhuvut Pratyayas, you cannot get a Visheshna Shabda. It becomes a Bhavavachaka Shabda. That is the difference between the two. Mostly, Mahodaya, Aruda? Churigaya Khandaha. खण्डः खण्डः इति पदं घञ् प्रत्ययः अस्ति. वेरस् पठितः और् देट् विल् बिकम् ता प्रत्यय. इन् ओन्ली दीस् टु कण्डीशन्स् वी केन् वील् गेट् ए गुणवचनं. मै क्वश्चन् वास् दण्डेन ताटितः चोरः. अत्र दण्ड इति हेतु अस्ति, अतः तत् हेतु भवति चेत् तत्र समस्तपदं भवति वा इति मम संशयः. बिकास् हेतु अस्ति, अनन्तरं स्थान्तपदमपि अस्ति ताडितः. सो भगिनी सेड् दट् इस् ए ल्युट् क्रिया. No, what you said is that you made a slight change. Tadanam, you told the Bhagini Tadanam. Yeah. That is where she thought that you are using the word Tadanam as Uttaravadam. You used your, I knew it immediately that you changed your stand. From Tatitaha, you should have repeated it. Instead of that, to explain Tatitaha, you said Tadanam. So, Bhagini, what she thought was, you are using Uttaravadam as Tadanam, which is a Ludandam. Chora-tatitaha is a correct samasa. Chora-tatitaha is a correct samasa. There is no mistake on that. But if you say that Uttarapadam tadanam bhavati che samasa na bhavati. No, my question was dandena tatitaha. And I added a choraha. Because no, my thing was... Dandena tatitaha, dandena taditaha ya arakshena taditaha, both are correct, right? One is a karta, other is a karana. Arakshakena taditaha choraha, right? Araksha tadita choraha, or dandena taditaha choraha. There also taditaha is uttarapadam asti, krit pratyayam asti. But the moment you said that to explain Tatitaha, you use the word Tadana. Then Bhagini said, no, Tadanam cannot be Uttarapadam, it has to be a Ludandam. It is Ludandam. Ludandam is not a Kritanda. my doubt was, if I use Tadanam, what should I do with Choraha? That was my doubt. Danda Tadanam. Iti bhavati no, Tadanam, Tadanam is not a, you cannot use it, no? Taditaha, it has to be a Gunavachanam, no? Danda Taditaha, iti... No, that is correct. That is correct. Okay. So danda taatitaha is the samasta padam, right? Dandena become danda, yeah, danda yoga kata. Okay, so right, okay. The tritiya pratyaya will go subodha dutri go isuprena, right? Danda taatitaha choraha would be like the visheshana visheshya padam there, right? Okay, now we'll in the purva. What is the sutra? Purvattara, Purva Sadrisha Samovanartha Kalaha Nikuna Mishra Swakshnaihi. Iti sutre Ekam Padamasti Unartha, right? So what does the Unartha stand for? उषावग्नि अहं दृष्ट्वा एव दृष्ट्वा वदतु. ऊनम् इति शब्दस्य न्यूनम् इति अर्थः. ऊन अर्थे ऐ थाट् इस् इन् आल् वर्ड्स् दट् मीन्स् ऊन. यु केन् यूस् द समस्तपदं समानपदं समानपदं. ऊन इत्युक्ते न्यूनं. न्यून अर्थं बोधयितुं समानशब्दानां प्रयोगं भवति ऊनार्थ इति उक्तत्वेन. ओके, न्यूनम् इति शब्दस्य समान अर्थबोध समानशब्दबोधकशब्दः. ओके, तत् इति कारणेन ऊनार्थ इति उक्तम्. सो देट् इस् वन् थिङ्ग् विच् यु टु रिमेम्बर् इन् द पूर्वकलह पूर्वसदृशकलः निपुण मिश्रश्लक्ष्णै. श्लक्ष्ण आल्सो हेस् गाट् ए स्पेशल् नो मिश्र आल्सो हेस् गाट् ए स्पेशल् मीनिङ्ग् तत् दट् केन् यु रीड् दट् पेराग्राफ् मिश्रग्रहणे. मिश्रग्रहणे सोपसर्गस्यापि सोपसर्गस्यापि ग्रहणं मिश्रं चान् उपसर्गमसन्तौ इत्यत्र अनुपसर्गग्रहणम्. ओ मै गाड्, इत्यत्र अनुपसर्गग्रहणात् मिश्रग्रहणे सोपसर्गस्यापि ग्रहणं मिश्रं चान् उपसर्गमसन्तौ इत्यत्र अनुपसर्गग्रहणात् इति वार्तिकम्. अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्यापि ग्रहणं भवति. ओके, मिश्रशब्दम् इति उक्तत्वात् मिश्रशब्दस्य उपसर्गयुक्तस्य मिश्रशब्दम् अपि ग्रहणं भवति. अतः सम्मिश्रः इत्यादीनामपि ग्रहणं भवति. अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं मिश्रं चान् उपसर्गमसङ्गौ मिश्रं च अनुपसर्गमसङ्गौ इति सूत्रं 6-2 नाट् सङ्गौ या मिश्रं च अनुपसर्गसन्धौ वाट् इस् सन्धौ अनुपसर्ग ऐ केन् सी अनुपसर्ग अनुपसर्गम् असन्धौ अनुपसर्गम् असन्धौ. ओके ओके ओके. अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गसहितस्य मिश्रशब्दस्य अन्तोदात्त्वम् अन्तोतात्तत्वं भवति इत्युक्तम्. अनेन सूत्रेण तृतीयान्तात् पदात् उपसर्गरहितस्य मिश्रशब्दस्य अन्तोदात्तत्वं भवति इत्युक्तम्. उक्तस्वरे उक्तसूत्रे यति पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्रशब्दस्य उपलब्धिः न भवति एव. तदा तु सूत्रे अनुपसर्गम् इति प्रतिषेधः व्यर्थः जायते. अतः उपसर्गसहितस्य मिश्रशब्दस्यापि तृतीया समासः भवति. इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्यापि ग्रहणम् इति. अवगतं वा? In the beginning I understood, in the last I understood, but in the middle ukta sutre yadi paninina upasarga yuktena mishra shabdena saha samasaha na ishtaha tarhi uttarapade upasarga yuktasya mishra shabdasya upalabdhi na bhavati eva. No mahalya. What it says is that Panini has one sutra, mishram cha anupasargam asindam. Here he has used the word anupasarga. Right? Now by saying anupasarga, what is understood is that upasargas, both conditions are being referred to. Having said anupasarga, upasargas with upasarga also is okay indebted in that state. And that is explained by the Varshikakara, Mishra Grahane Sopasargasyapi Grahanam. Mishram cha anupasargam asandau ityatra anupasarga grahanam grahanat. What Vartika says is that because Panini said that anupasarga, that means both upasarga sahitam and without upasarga, both should be applicable in the same. And mitra shabdasya antotatattvam bhavati iti uktam. This sutrena. Which sutra? Mishrancha anupasargau masandau iti sutram kim badati? Anena sutrena tritiyantat padat upasarga rahitasya mishra shabdasya antotatattvam bhavati iti uktam. Now, in the sixth chapter, second father, there are many sutras which are defining the swara for the samasas from the avyayi bhava to, you know, the last kanara karmadareya, that till then all the sutras wherever that sandhi is referred, sandhi uchcharana vishaya sambandha sutrani sandhi tatra. Now we have lost the swara vijnanam because of that. Those sutras are not being taught in classes like ours. But if you go to traditional Kashi Vidyalaya and other places, they also teach this Swara Vijnana Samhita, because there you have to even, you know, pronounce it in the correct way. So what advantage they have got is that by the Uchcharanam Drishtva, they can classify whether it comes in brahu vrihi bhavati va, tatpurusham bhavati va, karmadarya bhavati va. That, because from the uchcharanam they can make out whether which category of samasa is that. Because we don't have the uchcharana paddhati in our day-to-day life, we will not know. That is why antotattvam, udattam anudattam. That is the anto udattam. Okay, all that uchcharana paddhati, na, because of that you can tell. Because how I came to know about is that we had a detailed discussion in one of our groups, two people arguing about one particular samasa. They were saying that it is coming in bahuvrihi, the other person saying no, it is coming in tatpurusha. Then finally the resolution was done because the swara was defining it as a bahuvrihi, not the meaning wise both can come, it can fit both the places. So it can become bahuvrihi, it can become tatpurusha also. but the resolution was done because the swarasthanam, the sutra swarasthanam given by Panini says this swarasthana comes, then it is bahuvrihi. Oh, okay. So that's where I learned this antotta, okay. All this but that is not in the in our day to day. Only if you are doing that uchcharana sahita, you know, knowledge is only there, then only we will be able to understand that. Now for us, gudena mishram, guda mishram iti, we don't know where is the antavattvartam in that, no? Guda sammishram. No, that but you made it clear now. For me, this much is enough for me. this itself is too much. Okay, this is fine now for me. Mishra grahane sopa sargasyapi grahanam. Okay. Mishram chan upasargam sandau. That itself I feel so bad. Anupasargam sandau. Okay. Ityatra anupasarga grahanat. Okay. Iti vartikam. So Panini has used anupasargam means upasarga. If only upasarga is there, then only you can say anupasarga. So because of that, the Vartikara says Mishra Grahane Sopasargasyapi Grahanam. Mishram cha anupasarga santau. He is referring to the sutra of Panini in that Vartika. He atra anupasarga grahanat sopasargasyapi grahanam bhavet iti artaha. But why bring this sandhav at all? Sandhi, where is sandhi there? Or anupasarga sandhav, upasargam, and here. What is sandhav in this? Like sandhi, in sandhi? Now, anupasarga sandhav 154. I see the sutra. Maybe I should see it. Ashtadhyay. 154. See, what does the sutra say? It has got Tritiyaya is the anuvritti. Atikaraha antaha means it is the samasa anta ucharna vidhi. Tritiya iti vartate. Mishra ityuttara padam anusupasarga tritiyantat paramantotatam bhavati asandau gamyamane gudamishra tilamishra sammishraha mishram iti kim gudadanaha anupasargat iti kim gudasammishraha. Right, so here first part is gudamishraha. Anupasargat iti kim ityukte with upasarga, anupasarga, guda sammishraha. Iha anupasarga grahanam nyapaka manyatra mishra grahane sopasargasya grahanam asya. Tena mishra slakshnaihi iti sopasargena api mishra shabdena tritiya trisamaso bhavati. Asandau iti iti kim? Asandau iti kim? Brahmana Mishro Raja. Brahmana Mishro Raja. Brahmanaihi saha samhita Eikartya Mapanna Sandhi. Eikartya Mapanna. Eikartya Mapanna. Sandhi iti hi Panabhandane Eikartya Muchyate Kinchit Kechit Punarahu कृष्यमाण विषया विशेषा प्राप्त्या सति सन्धिः इति अत्र राजो ब्राह्मणः सः देशप्रत्यासत्तावपि सत्तौ अपि देशप्रत्यासत्तौ अपि सत्यां मूर्तिविभागेन गृह्यते इति ब्राह्मणमिश्र राजः इति प्रत्युदात् ह्रियते. ब्राह्मणमिश्रो राजा. ब्राह्मणमिश्रो राजा ब्राह्मणैः सह संहितः ऐकार्त्यम् आपन्नः सन्धिः इति पणबन्धेन ऐकार्त्यम् उच्यते पणबन्धेन that is what Siddhanta Gomadi also says no panabandhena ikartya sandhi it's a special sandhi which they are referring to oh I see. So we unless we study what is panabandhena ikartyam we will not know that I'll look into it and then explain in the next class okay but I mean pana tamil pana is what I No, that is not... I'll have to... Padamanjari. Anyway, we'll look into it later, Bhagani. Okay. No, but you made the other portion clear, which is that's good, yeah. Right. Now, Tritiya Satpurusha Samasasya. Kartari Karanecha Tritiya Andasya. Rohani Bhagani, padati va? महोदय एकनिमिषम् पूर्वादिषु न कर्तरीकरणे च तृतीयान्तस्य तृतीया तत्पुरुषसमासस्य तृतीयं पायिण्ट् तर्ड् पायिण्ट् तर्ड् सूत्रं न कर्तृकरणे कृता बहुलं कर्तृकरणे कृता बहुलं कर्तरीकरणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासो च बहुलं भवति कर्तरी या तृतीया विभक्तिः करणे वा या तृतीया विभक्तिः सा कृदन्तेन बहुलं समस्यते कर्ता च करणश्च तयोः समाहारद्वन्द्वः कर्तृकरणं तस्मिन् कर्तृकरणे कर्तृकरणे सप्तम्यन्तं कृता तृतीयान्तं बहुलं प्रथमान्तं त्रिपदम् इदं सूत्रं सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारसमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सहसुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः यद्यपि अस्ति तदापि तस्य सम्बन्धः न भवति सूत्रार्थेन यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणम् अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति तत्पुरुषः इत्यस्य अधिकारः तृतीया तत्कृतार्थेन गुणवचनेन इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं कर्तृकरणे तृतीया सु कर्ता क्षम्यतां कृता सु त्वा सह बहुलं तत्पुरुषः समासः कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं तत्पुरुषसमासः किम् अवगतं भगिनि किमपि न अवगतं महोदय तरीकरणे च कर्तृकरणे अत्र त्रिपदमिदं सूत्रमस्ति त्रिपदं सूत्रं कृता इति शब्देन सह समस्यते कर्तृकरणे इति प्रथमं पदं कृता इति द्वितीयं पदं बहुलम् इति तृतीयं पदम् ओके सो सूचीकराः न्यायेन वि विल् फस्ट् रिमूव् बहुलं बहुलम् इति विशिष्टपद उक्तत्वात् चेदपि व्यस्तप्रयोगस्य विशेषता अस्ति बिकास् इवन् टु इट् इस् कमिङ्ग् अण्डर् विभाषा अधिकार बिकास् इन् द सूत्र इत्सल् बहुलम् इति उक्तत्वात् देर् इस् सम् स्पेशल् पर्पस् फार् गिविङ्ग् दट् बहुलं बहुलम् इवन् दो बहुलम् एण्ड् विभाषा केन् मीन् द सेम् बट् बहुल हेस् गाट् मेनि मीनिङ्ग्स् टु सो डेफिनेट्लि टु रिमूव् द व्यस्तप्रयोगं बहुलम् इति सूत्रे उक्तम् And because Bahulam is given in the Sutram itself, it is not just Vyasta Prayogam, but some other special Prayoga. we will come to that later. So what right now we are only saying that it is not a simple vyasta prayogam bahulam iti uktatva. Now second padam is krita. What does krita says? Krita iti uktena kritantena saha iti, that's only. It doesn't say tritiya krita is not uktam here. Like the earlier sutra, no, tat kritartena, that tat kritartena is not here, where just krita only is here. So krita uktatvana tadantam kritantena saha samasyate iti. Then comes the first padam, pratama padam, kartrakarane. So there kartrakarane itself is a samasa. Karta karanam cha tena kartrakarane, right? Karta cha karanascha tayoho dvamah samahara dvanda kartrakaranam tasmin kartrakarane saptami ekavachanam. So kartrakarane saptamyantam padam kritantam padena bahulam samasa bhavati supasaha. That is the meaning of it. Because the rest of the things, subha mandrite, prakarara, saha, supa, these are all anuvritti. And tritiya kartrutena is tritiya patasya anuvritti. Avgatam va? Mahodaya. अनुवृत्तिसहितसूत्रं पठित्वा विवृणोतु. कर्तृकरणे तृतीया सुप् कृता सुभासः बहुलं तत्पुरुषसमासः भवति. कर्तृकरणे सप्तमी विभक्तौ कर्तरि च करणार्थे च तृतीया विभक्तिपदं विभक्त्यन्तं पदं सुप् कृता कृदन्तेन सुपासः कृदन्तपदेन सह समस्यते बहुलं विभाषा इत्यादि तत्पुरुषसमासः भवति. उदाहरणं किमपि न उदाहरणं बिफोर् द उदाहरणं कर्तकरणे इति सप्तमीपदेन डू वि टेक् वाट् टैप् आफ् सप्तमी डू वि टेक् दट् सति सप्तमी ऐ थिङ्क् right sadhi karane sadhi no not as nimitta saptami right purva nimittam para nimittam that meaning should not be taken here for the saptami even though it is a saptami in the sutra itself right pare kartra karane pare that meaning is not to be taken here. Right. Atra bhashyakaras asmi sutre eta agrimam padatu bhagini agre kim asmi sutre tritiya iti shabdaha pradama vibhaktau asti ataha tasya pradama nirdishtam samasa upasarjanam iti sutrena upasarjana samsnya bhavati upasarjana samsnya anandaram तृतीया इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण अवगतम् अवगतम् भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन केवलं तत्प्रत्ययस्य एव ग्रहणं भवति. कृत् इति शब्देन केवलं तत्प्रत्ययस्य एव ग्रहणं भवति अतः केवलं तत्प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते. बहुलमिति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति क्वचित् प्रवृत्तिः क्वचित् अप्रवृत्तिः क्वचित् विभाषा क्वचित् अन्यदेव विधिर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति. बहुलशब्देन चतुर्विध अर्थाः अस्ति क्वचित् प्रवृत्तिः भवति क्वचित् अप्रवृत्तिः भवति क्वचित् विभाषा भवति क्वचित् अन्यदेव अर्थः भवति इति चतुर्थः अर्थे विधेर्विधानं बहुधा चतुर्विधानं भवति बहुलमिति शब्देन अवगतं वा क्वचित् किञ्चित् कस्मिंश्चित् स्थले कुत्रचित् क्वचित् इत्युक्ते कस्मिंश्चित् स्थले कस्मिन् स्थले प्रवृत्ति निर्देश्यति कस्मिंश्चित् स्थले अप्रवृत्ति विधीयते क्वचित् स्थले विभाषा इत्युक्ते व्यस्तप्रयोगं विधीयते क्वचित् अन्यदेव कस्मिन् स्थले अन्य अर्थं निर्देशं निर्दिष्टम् अपि भवति इति कृत्वा चत्वारि उपयोगानि सन्ति बहुल इति पदस्य इति एव क्वचित् व्याख्यानमपि पठामि पठतु सूत्रप्रवृत्तियोग्यस्थले सूत्रप्रवृत्तियोग्यस्थले तु भवति कुत्रचित् प्रवृत्ति अयोग्यस्थलेपि भवति सूत्रप्रवृत्तिः योग्यस्थले तु भवति कुत्रचित् प्रवृत्तिः अयोग्यस्थले अपि भवति क्वचित् सूत्रप्रवृत्तिः अयोग्यस्थले अपि न भवति कुत्रचित् विकल्पेन भवति कुत्रचित् भिन्नमेव भवति अर्थात् निर्दिष्ट अर्थ अतिरिक्त अर्थेपि भवति अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति बहून् अर्थान् लाति स्वीकरोति इति बहुलशब्दस्य बहून् अर्थान् लाति इति बहुलम् अनेकान् अर्थान् प्राप्नोति इति बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति कुत्रचित् नित्यम् इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति कुत्रचित् अन्यः एव अर्थः भवति निर्धारित अर्थं विहाय अन्यः अर्थः अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते अस्मिन् सूत्रे दट् मीन्स् कर्तृकरणे कृता बहुलम् इत्यत्र बहुलशब्दस्य विभाषा इत्यर्थं स्वीकरोमि इति स्वीक्रियते इति वदन्ति that so if that is bahulam vibhasha is that artham has to be accepted then why should the word bahulam should come there vyakyanasya chaturtha artha bhavati chatvari arthani santi karapatre atra vyaktam अस्ति अस्मिन् सूत्रे बहुलम् इत्यस्य सामान्यतया विकल्पेन इत्यर्थः स्वीक्रियते इति प्रथमपरिच्छेदे किं लिखितम् अस्ति भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन केवलं स्थप्रत्ययस्य एव ग्रहणं भवति अतः केवलं स्थप्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यते दट् ईस् वै the bahulam is used in the sutra as per the bhashyakara patanjali says the very necessity of the using the bahulam in the sutra is to remove other applications for the krit pratyayas krita tritiya tat kritartena krita iti krit pratyayasya sadena kevalam ta pratyayasya not anya krit pratyayaha right तु निवारणार्थं बहुलम् इति पदस्य उपयोगं कृतम् अस्मिन् सूत्रे न विभाषार्थे व्यस्तप्रयोगार्थे रैट् अत्र व्याख्याने कुत्र केवलं तप्रयोगान्त प्रत्ययान्तानाम् उपयोगः भवति आम् उषा भगिनी अण्डर्स्टुड् नो भवति भगिनि डौट् एनि डौट् आन् दट् बहुलं शब्दस्य बहुलं शब्दस्य संशयः नास्ति And bahulam, why it came in the sutram, tadavi samshaya nasti. Bhashyakarena spashtikritam. Iti kritva, का प्रत्ययस्य एव अस्मिन् सूत्रे निर्धारितम् इति बहुलशब्देन निर्दिष्टं भवति. ओके, देन् उदाहरणं दृष्ट्वा एव पूर्णतया अवगच्छामि महोदय. आम्, so Bhagini said that we will not go into Udharana because Bhagini has not explained this particular of this shloka and its meaning in the class. We just read it so that when Bhagini explains it, it becomes clear to us. For that purpose only I took that this paricheda. Actually this was not covered in the class. True, because of samayasya abhavaha. Yeah, so why I took up this paricheda here is that because when Bhagini explains in the class, it will be clear for us exactly what it is. And that udaharanam ramana ramena bhataha ravana, all these examples will be discussing to in the class. Okay, Usha Bhagini, Rohini Bhagini, Gomati Bhagini, if you have any questions, we can say things. Oh, can we look at that Avara Shabda too? Which Shabda? Avara? Avara, something like that. Purvadishu Avarasyopa Sankhyanam. Iti Vartikam Masti. Vartikartaha, Tritiyantam Samartam Subandham. अवर इत्युक्ते कनिष्ठः अश्रेष्ठः इति सुबन्धेन सह समस्यते. वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात्, अतः अनेन वार्तिकेन मासेन अवरः लस् बै ऊनार्थस्य अन्य ऊनार्थम् इति सूत्रे अस्ति न ऊनम् इत्युक्ते अवरः न्यूनः इति एतानि अर्थानि सन्ति कनिष्ठः अश्रेष्ठः. सो पूर्वादिषु अवरस्य उपसंख्या वार्तिकस्य दट् यु केन् स्प्लिट् इट् लेट् पूर्वादिषु. सो तृतीया इस् अनुवृत्ति पूर्वादिषु तृतीया पूर्वादिषु अवरस्य उपसंख्यानम्. So the avara is also like unarthe. Okay. Sambatsara avaraha. Masena avaraha. Masa avaraha. Any other sutra which we are not covered or vartika? I think we did it. Okay, we'll stop here. Any other thing if you want to discuss, you can. Otherwise, you can stop here. Dhanyavadaha. Dhanyavadaha, Mahodaya. Dhanyavadaha, Mahodaya. Namaskar.